पद्मपुराणं खण्डं 6 उत्तरखण्डम् अध्यायं 198 कुमारा ऊचुः अथ ते सम्प्रवक्ष्यामसप्ताहश्रवणे विधिं येन भागवतं सिद्ध्येत् पुंसां कृष्णार्पितात्मनां दैवज्ञं शास्त्रकुशलम् समाहूय धनांशुकैः समभ्यर्च्य मुहूर्तं तु प्राक्पृच्छेद्भक्तिमान् नरः सवदेद्यं मुहूर्तं तु तत्रारम्भः प्रशस्यते नभो नभस्येषोर्जाश्च सह शुचिसमन्विताः मासा श्रेष्ठा कथारम्भे पूर्णा चापि तिथिः शुभा भौमार्किवर्जिता वारा भानिध्रुवमृदूनि च शुभे योगे शुभे लग्ने प्रारम्भशस्यते सदा नित्यायां च कथायां तु पुराणानां मुनीश्वर द्वादशीं वर्जयेत् प्राज्ञः सूतसूतकसम्भवाद् श्रीमद्भागवतस्यापि सप्ताहे नैव केऽपि च न निषेधोऽस्ति देवर्षे प्राहुरेवं पुराविदः श्रीभागवतसप्ताहो महायज्ञस्मृतो बुधैः अदो निमन्त्रणं कार्यं वैष्णवानां समं ततः सदां समाजो भविदा सप्ताहं वैष्णवोत्तमाः आगन्तव्यमदश्चात्र वैष्णवैश्रवणार्थिभिः समागतानां तेषां तु निवासं परिकल्पयेद तीर्थे वापि वने वापि ग्रामे वापि प्रयत्नदः संशोधितायां भूम्यां तु मण्डपं परिकल्पयेत् कदलीस्तम्भसंयुक्तं चतुर्दिक्षुध्वजान्वितम् उच्चमासनमप्युक्तं वक्तुस्तस्याग्रदो मुने आपार्श्वद्वयमुक्तानि श्रोतॄणामासनानि च उदङ्मुखो भवेद्वक्ता समाजेऽस्मिन्विदाम्बरः वेदशास्त्रार्थतत्त्वज्ञो वैष्णवो ब्राह्मणोत्तमः दृष्टान्तकुशलो धीरो वक्ता कार्योऽधिनिःस्पृहः सर्वसन्देहकर्तापि कार्यो वक्ता न चैव हि वक्तुः पार्श्वे सहायार्थं स्थाप्योऽन्यपण्डितः सुधीः श्रोतॄणां संशयच्छेत्ता ज्ञानां बोधविधायकः कथा विघ्नविघातार्थं गणेशं प्राक् प्रपूजयेत् ततो दुर्गां हरं विष्णुं ब्रह्माणं भास्करं द्विजान् सम्पूज्य विधिवद्भक्त्या तर्पये देवता पितॄन् मुख्यश्रोता ततः पश्चात् पूजयेत् पुस्तके हरिं ततः प्रदक्षिणीकृत्य द्रव्यवस्त्रफलानि च धृत्वां जलौ पुस्तकस्थं हरिं सम्प्रार्थयेन्मुने त्वं भागवतलोकेऽस्मिन् स्वयं कृष्णो व्यवस्थितः समाश्रुतो मया नाथ मुक्त्यर्थं भवसागरे मनोरथो मदीयोऽयं सर्वथा सफलस्त्वया निर्विघ्नेन प्रकर्तव्यो दासोऽहं तव केशव इत्युच्चार्य मुने द्रव्यं पुस्तकाग्रे समर्प्यतु वक्तारं प्रार्पयेच्चापि नमस्कुर्वन् कृताञ्जलि शुकरूपद्विजश्रेष्ठ सर्वशास्त्रविशारद श्रीभागवदव्याख्यानादज्ञानं मे विनाशय इति सम्प्रार्थ्य वक्तारं वरयेत् पञ्चवाडवान् द्वादशाक्षरमन्त्रस्य जपार्थं मुनिसत्तम गीतवाद्यविधिज्ञांश्च सम्पूज्यार्थां शुकादिभिः स्थापयेत्कीर्तनार्थं तु कथां ते विधिवन्मुने यस्तु जाया धनागार पुत्रचिन्तां व्युदस्य च शृणुयादेकचित्तस्तु ससमग्रं फलं लभेद सूर्योदयं समारभ्य सार्धत्रिप्रहरान्धकम् पठित्वार्थप्रकर्तव्यो वाक्यमध्यायमेव वा मध्याह्ने खडिकायुक्मं विरमेदपि नारद कथावसाने कर्तव्यं कीर्तनं केशवस्य च उपवासप्रकर्तव्यश्रोदृभिस्तत्फलेप्सुभिः तदशक्तोहविष्यान्नं सहृत्स्वल्पं समाहरेद जलेनापि फलेनापि दुग्धेन च हृदेन वा केवलेनैव कर्तव्यं निर्विघ्नं धारणं तनोः सप्ताहव्रतिनां पुंसां नियमान् शृणु नारद विष्णुदीक्षाविहीनानां नाधिकारोऽत्र कीर्तितः ब्रह्मचर्यमथ सुप्तिः पत्रावल्यां च भोजनम् समाचरेन्नित्यमेव सप्ताहे मुनिसत्तम द्विदलं मधुतैलं च परान्नं चेक्षुजं रसम् भावदुष्टं क्रियादुष्टं जह्यात्पर्युषितं व्रति पलाण्डुलशुनं हिङ्गुं मूलकं गृञ्चनं तथा नालिकां चैव कूष्माण्डं नरो नाद्यात् कथाव्रती कामं क्रोधं मदं लोभं दम्भं मात्सर्यमेव च मोहं द्वेषं तथा हिंसां नैव कुर्यात् कथाव्रती वेदवैष्णवविप्राणां गुरुगोव्रतिनां तथा स्त्रीराजमहदां चापि निन्दां जह्यात्कथाव्रती सत्यं शौचं दया मौनमार्जवं विनयं तथा मनःप्रसन्नतां चापि बुधकुर्यात्कथाव्रती श्रीकामस्तनयार्थी च जयकामश्च मोक्षधीः शृणुयाद्वै भागवतं निष्कामश्रीहरिं लभेद सप्तमे दिवसे कुर्याल्लङ्घनं तत्समाप्तिके वक्तुश्च पूजा कर्तव्या गोभूस्वर्गं वरादिभिः प्रसादतुलसीमालां श्रोतृभ्यः प्रदिदापयेद उत्सवश्च तथा कार्यो गीतवाद्यविशारदैः गीतार्थं शृणुयाच्चापि परेहनि विचक्षणः प्रतिश्लोकं च जुहुयाद् गायत्र्या वा यथाविधि पायसं मधुसर्पिश्च तिलांस्तण्डुलकान्यवान् शर्करां च प्रियालं च द्राक्षां बादामखर्जुरौ अम्भोजानि च कर्पूरं चन्दना गुरुणीपुरं लवङ्गं बिल्वपत्राणि सहस्रं च पृथक् पृथक् विघ्नस्य च विखातार्थं न्यूनाधिक्यनिवृत्तये आत्मनपूततार्थं च पठेन्नाम सहस्रकं द्वादशाष्टादशाधाभिश्रद्धया ह्यधिकांस्तथा पायसेनाश यद्विप्रान् स्वर्णं धेनुश्च दक्षिणा व्रतसिद्ध्यर्थमप्यत्र पौष्टपद्यामथापि वा स्वर्णसिंहं विनिर्माय तस्य पृष्ठे निधाय च श्रीमद्भागवतं वक्त्रे लेखयित्वा समर्पयेत् एवं कृते विधानेदु सर्वपापनिवारणम् भवेत् श्रोतुः सुफलदं श्रीमद्भागवतं श्रुतं धर्मकामार्थमोक्षाणां साधनं भक्तिदायकम् न कार्यं विद्यते लोके यदनेन न सिद्ध्यति ततो भागवतं लोके पुराणेभ्योऽधिकं मदम् दोषाष्टादश निर्मुक्तो वाचकः परिकीर्तितः द्वात्रिंशदपराधैर्हि मुक्तो श्रोता मदोबुधैः श्रीमद्भागवतं नाम पुराणं कामदं नृणां तथापि श्रवणं चास्य निष्कामस्यैव भक्तिदम् श्रीमद्भागवदाभिधत्सुरतरुस्तारां कुरः स्कन्धैर्द्वादशभिस्ततः प्रविलसद्भक्त्या लवालोदयः द्वात्रिंशत्त्रिशतं च यस्य विलसच्छाखाः सहस्राण्यलम् पर्णान्यष्टदशेष्टदोदिसुलभो वर्ति सर्वोपरि इति ते कथितं सर्वं कृतं चापि तवेप्सितं ज्ञानवैराग्यभक्तीनां तारुण्यं लोकमोक्षदम् सूद उवाच युक्युक्तादे कुमारास्तु कृष्णाङ्घ्रिसुधया प्लुताः विरेमुर्भगवद्भक्ता दीनोद्धरणतत्पराः तद्वाक्यं तु समाकर्ण्य नारदो भगवत्प्रियः प्रेमगद्गदया वाच तानुवाच कृताञ्जलिः नारद उवाच धन्योऽस्म्यनुग्रहीतोऽस्मि भवद्भिः करुणापरैः यद्भागवतसप्ताहान्निकटे दर्शितो हरिः एवं ब्रुवदि वै तस्मिन्नारदे वैष्णवोत्तमे पर्यष्टं स्थं समायादस्तत्र योगेश्वरशुकः द्विराष्ट वर्षाकृतिरम्बुजाख्यो व्यासात्मजो ज्ञानपयोधिचन्द्रः कथावसाने निजलाभतुष्टो हृदा निश्यं भागवतं पठंश्च दृष्ट्वा सदस्यास्तमधोरुतेजसं सद्यः समुद्धाय वरासनं ददुः स सोपविष्टः सुखमासने यदा तदा विरासीद्धरिरब्जलोचनः भवो भवान्या कमलासनसुदैस्तत्रागतकीर्तनदर्शनाय च सुरेशमुख्यास्त्रिदशा विमानकैः समागतास्तैरभवद्व्रतं नभः प्रह्लादस्तालधारीतरलगदितया ह्युद्धवः कांस्यधारी वीणधारी सुरर्षिः स्वरकुशलतया रागकर्तार्जुनोऽभूद् इन्द्रो मार्दङ्गिको भूत् जय जय सुवचः प्रावदंस्ते कुमाराः सद्भावस्य प्रवक्ता निरतिशयगुणव्यासपुत्रो बभूव ननर्तमध्ये तृकमेव तत्र ज्ञानादिकानां नवरूपयुक्तम् अलौकिकं कीर्तनकं समीक्ष्य प्रसन्नचेदा हरिरित्युवाच मत्तो वरं भागवदा वृणिध्वं प्रीदात्कथा कीर्तनदो भृशं वः श्रुत्वाद तद्वाक्यमधिप्रसन्ना प्रेमार्द्रचित्ता हरिमुचिरेते कुमारौजुः सप्ताहयज्ञेन विधायतेन सद्यप्रसन्नो भविदा मुरारे कलौ युगे कोरतरे नराणां स्वल्पायुषां विघ्नशदाकुलानाम् एवं वरं विश्वविधानपालनप्रणाश हेदोर्भवतोऽखिलात्मनः वृणी महेन्यो न मनोरथो विभो भवत्पदाम्भोज निषेविणां हिनः एवमस्त्विति चैवोक्त्वा तत्रैवान्तर्दधे हरिः नारद सुप्रसन्नात्मा कुमारानभ्यवादयद ततस्ते सनकाद्याश्च भृग्वाद्याश्च शुकादयः प्रययुस्वाश्रमान् हृष्टाः पीत्वा तच्च कथामृदं भक्तिसुदाभ्यां सहिता नारदेन प्रवर्तिता भूमण्डले समस्तेऽस्मिस्तदा प्रभृति शौनक शिव उवाच आख्यानं महदाकर्ण्यप्रीतात्मा शौनकः प्रिये पर्यपृच्छत् पुनः सूत्रं सर्वसन्देहभञ्जनं शौनक उवाच शुकेनोक्तं कदा राज्ञे गोकर्णेन कदा पुनः सुरर्षये कदा ब्राह्मैरेददाख्याहि मानद सूद उवाच श्रीकृष्ण निर्गमात्रिंशद्वर्षावधिगते कलौ भाद्रशुक्लनवम्यां वै कथारम्भं शुकोऽकरोत् परीक्षिश्रवणां तेदु गदे वर्षशतद्वये शुचिशुक्लनवम्यां तु गोकर्णो कथयत्कथाम् कलौ सहस्रमब्दानामधुना प्रगदं द्विज परीक्षितो जन्मकालात् समाप्तिं नीयतां मखः ईश्वर उवाच इति श्रुत्वा वचस्तस्य शौनको मुनिसत्तमः पूर्णं चकार तं यज्ञं सहस्रपरिवत्सरम् ब्राह्मं पद्मं वैष्णवं च कौर्म्यं मात्स्यं च वामनं वाराहं ब्रह्म वैवर्तनारदीयं भविष्यकम् आग्नेयमर्धं वै सूदा च चुच्रुवुर्लोमहर्षणाद एतानि तु पुराणि द्वापरान्ते श्रुतानि हि शौनकाद्यर्मुनिवर्यैर्यज्ञारम्भात् पुरैव हि यदा तु तीर्थयात्रायां वलदेवः समागतः नैमिषं मिश्रिकं नाम समाहूदो मुनीश्वरैः तत्र सूदं समासीनं दृष्ट्वा त्वध्यासनोपरि चुक्षुभे भगवान् रामः पर्वणीव महोदधिः आषाढ शुक्लद्वादश्यां पारणाहनि पार्वती पूर्वार्धयामवेलायां भावित्वा कृष्णमायया मुग्धो दर्भकरो रामः प्राहरलोमहर्षणं तदो मुनिगणः सर्वे आहाकारपरायणाः बभूवुर्नगजेत्यर्थं शोकदुःखाकुलान्तराः ऊचुश्च रामं लोकेशं विनयेन क्षमापराः ऋषय ऊचुः राम राम महाबाहो भवता लोकपारिणा अजानते वाचरिता हिंसा ब्रह्मवधाधिका व्यासशिष्यो ह्ययं साक्षात् पुराणर्षिर्महातपाः अस्मै ह्यध्यासनं दत्तमस्माभिर्यज्ञकर्मणि अष्टादशपुराणानां वाचकाय कृतक्षणैः तथायां जगदीशस्य दीर्घमायुश्च मानद तद्भवां लोकरक्षार्थं धर्मसेतुप्रवर्तकः आविर्भूतो जगन्नाथो निग्रहानुग्रहक्षमः इत्युक्त्वा मुनयस्तेदो बलदेवाग्रदः प्रिये तूष्णीं बभूवुः सहसा स्मरन्तो नियतेर्बलं ततः प्रोवाच भगवान् रामशत्रुनिषूदनः विप्रान् सम्प्रीणयंस्तांस्तु लोकवेदपथानुगः श्रीराम उवाच विप्राशृणुदभद्रम्भकोपं त्यक्त्वा सुदूरदः यदहं वेत्मि भवदामभीष्टं कार्यसिद्धिदम् अस्य पुत्रो महाज्ञानी भविष्यदि वरान् मम भवदामीप्सितं सर्वं शास्त्रं वै कथयिष्यति यदर्थमहमाहूदस्तच्च कार्यं समुच्यताम् ईश्वर उवाच इति श्रुत्वा वचस्तेदु रामस्य सुमहात्मनः बल्वलस्य वधार्थाय प्रेरयामासुरीश्वरं ततः स बल्वलं हत्वा प्रसाद्य मुनिपुङ्गवान् प्रणिपत्याभ्यनुज्ञातस्तीर्थयात्रामुपागमद तीर्थयात्रां गदे रामे शौनकाद्या मुनीश्वराः लौमहर्षणिमाहूय सत्कृत्य नगनन्दिनी तत्पदे स्थापयामासुः शेषं सङ्कीर्तनाय वै आग्नेयोत्तरमाहात्म्यं श्रीमद्भागवतान्तकं पुराणसप्तकं सार्धं शुश्रुवुर्हृष्टमानसाः दशसप्तपुराणानि कृत्वा सत्यवतीसुतः नाप्तवान् मनसस्तोषं भारतेनापि भामिनि ज्ञात्वास्य हृदयं खिन्नं नारदो देवदर्शनः समाजगाम भगवान् व्यासस्याश्रममुत्तमं तं दृष्ट्वा वासवी सूनुः सत् कृत्यासनपूर्वकं नारदं पूजयामास विधिदृष्टेन कर्मणा अथ तं नारदः प्राह किं भवान् क्लिष्टमानसः ध्यायते तत्समाचक्ष्व सर्वं सन्देहकारणम् इति पृष्ठः स मुनिना पराशरसुतोऽब्रवीद ब्रह्मन् किं कारणं चेदो मोहे जानेन तत्त्वहं भवान् विज्ञानकुशलो ज्ञात्वा तत्प्रब्रवीदु मे एवं विज्ञापितस्तेन नारदोऽध्यात्मको विदः उवाच परमं तत्त्वं यदुक्तं विधिनात्मने नारद उवाच शृणु पाराशरे मत्थकारणं येन वै तदा असम्पन्नं मनोभादि शास्त्रयोनेरभिप्रभोः त्वयावतीर्य लोकेऽस्मिन् वेदा व्यस्ता विभागशः कृतानि च पुराणानि सेदिहासानि चानख यत्र सर्वस्त्रयी धर्मो वर्णाश्रमनिवासिनां निर्दिष्टो वीक्ष्यकालेन नृणामल्पायुषां कलौ यत्राधिकार सर्वेषां दृश्यते श्रवणादिषु स्त्रीशूद्रद्विजबन्धूनां साधूनां साधुसङ्गमः धर्मादयो यथा शश्वद्वर्णितास्तेषु वैत्वया प्राधान्येन तथा नैव वर्णितो महिमा हरेः सर्वधर्मक्रियाशून्ये कलौ दोषनिधौ मुने न गधिपापकर्तॄणां विना कृष्णकथामृतम् एष एव गुणो ह्यस्मिन् कोरे कलियुगे नराः यत्कृष्णकीर्तनेनैव मुच्यन्ते कर्म बन्धनाद् यज्ञो दानं तपः कर्म ज्ञानं ध्यानं कृदादिषु सिद्धिदं च तथा ब्रह्मन्नामकीर्तनकं कलौ अदो वै कलिजादानामुद्धारार्थं नृणां भवान् श्रीमद्भागवतं नाम पुराणं वर्णयत्वलं येन प्रवर्तितेनाङ्ग भवतो मानसं ध्रुवं तोषमेष्यति लोकाश्च प्राप्स्यन्ति कृतकृत्यताम् ईश्वर उवाच एवमादिश्य स व्यासायामिदतेजसे ययौ यादृच्छिकशश्वत् गायन् हरिगुणान् प्रिये नारदे दुगते पश्चाद्व्यास सर्वार्थदर्शनः चकार संहितामेदां श्रीमद्भावतीं परां पैलादींश्चतुरो वेदानध्याप्य विधिपूर्वकम् पुराणसंहिता सर्वासूताय प्रत्यपादयत् श्रीमद्भागवतं नाम पुराणं ब्रह्मसंमिदं सुगमध्यापयामास विरतं लोकवेददः सा संहिता भागवती लोमहर्षणसूनुना श्रुता कथयदो राज्ञे औत्तरेयाय वैशुकाद शौनकादि ऋषिभ्यस्तु तेन प्रोक्ता यथार्थतः वरीवर्तिपुराणानामुपरीयं नगात्मने अस्यां संलग्नचित्तानां नृणामन्यत्र नो रतिः जायते मानसे कृष्णो नन्दसूनुश्चकास्ति च यत्तु पृष्टं त्वया भद्रे लोकनिस्तारहेतवे श्रीभागवतमाहात्म्यं मह्यं सङ्कीर्तयेतिह तत्सर्वं च मया तुभ्यं निर्दिष्टं गणपाम्बिके नानेदिहाससहितं भक्तिमुक्तिप्रदायकम् यशृणोति नरो भक्रिया माहात्म्यं पठतेऽपि च अनुमोदनेन वासोऽपि लभते परमां गतिं द्विजोधीत्याप्नुयाद्वेदान् क्षत्रियस्तु लभेज्जयं धनं वैश्यस्तथा शूद्रश्रुत्वैव लभते गतिम् इति श्री पद्मे महापुराणे पञ्चपञ्चाशत्सहस्र्यां संहितायामुत्तरखण्डे उमामहेश्वरसंवादे श्रीमद्भागवतमाहात्म्ये अष्टनवत्यधिकशततमोऽध्यायः ॐ